नमस्कारः। अस्माकं पाणिनीयव्याकरणवर्गे प्रवृत्तमानविषयः अस्ति तुदादिगणः इति। षष्टमगणः अस्ति तुदादिगणः। तुदादिभ्यः शः इति सूत्रेण श इति विकरणप्रत्ययः विहितः अस्ति। यथा सामान्यं प्रथमं कर्तरि शप् इत्यनेन शप् विहितः, अनन्तरं तद् प्रबाद्य तुदादिभ्यः शः इति सूत्रेण श विहितः भवति। श इति प्रत्ययः अजादिः अस्ति, अपित् अस्ति, सार्वधातुकः अस्ति। इदानीम् अपित्वात् त्रीणि प्रमुखकार्याणि इति यदा वयं दिवादिगणे दृष्टवन्तः, तादृशकार्याणि अत्रापि सन्ति। त्रीणि प्रमुखकार्याणि इत्युक्ते प्रथमं निति च इति सूत्रेण गुणनिषेधः प्रथमकार्यम्, अनन्तरम् अनिदितां हल उपदायां निति इति सूत्रेण न नकारस्य लोपः, न लोपः, नकारलोपः, अनन्तरं तृतीयकार्यम् अस्माकं सम्प्रसारणकार्यम् इति त्रीणि प्रमुखकार्याणि यथा दिवादिगणे आसीत् तादृशमेव तुदादिगणे अपि अस्ति। परन्तु अत्र एकः एव भेदः, दिवादिगणे तु दिवादिभ्यः श्यन् इति यत् श्यन् विकर्णप्रत्ययः विहितः भवति तत्तु हलादिः आसीत्, अतः अत्र हली च इति सूत्रस्य प्रसक्तिः आसीत्। परन्तु तुदादिगणे श इति विकर्णप्रत्ययः अजादिः अस्ति, अतः तत्र अचिष्णु धातु ब्रुवां युवो यङ् वङ्गौ इति सूत्रस्य विशेषरीत्या तत् सूत्रस्य कार्यम् आगच्छति, बहुत्र आगच्छति, अस्मिन् गणे अपि आगच्छति। तुदादिभ्यः शः, क्षम्यतां, तुदादिगणे अपि अजादिः इति कृत्वा, श इति विकर्णप्रत्ययः अजादिः इति कृत्वा तत्र अचिष्णु धातु ब्रुवां युवोरियङ् वङ्गौ इति सूत्रस्य प्रसक्तिः अस्ति। तद् कुत्र आगच्छति? आम् आम् स्वागतं महोदय, नास्ति चिन्ता महोदय, इदानीमेव आरब्धवन्तः। गतसप्ताहे किम् अभवत् इति किञ्चित् उक्तवती, तावदेव। अस्तु, अतः अग्रे सरामः। वयं दृष्टवन्तः तुदादिगणे सप्तपञ्चाशदधिक एकशत दातवः सन्ति, तत्र सामान्यदातवः तु चतुर्दश अधिक एकशतम् इति सामान्यदातवः। गतसप्ताहे वयम् अधुपददातवः दृष्टवन्तः, तत्र श्रेणीकरणमपि मुख्यमस्ति। अस्माकं तुदादिगणे यदा सामान्यदातवः इति स्वीकुर्मः चेत् चतुर्दशभेदाः तत्र श्रेणीकरणम् अत्रापि अस्ति। यदा वयं तु दिवादिगणे वा भुआदिगणे वा अग्रे अपि दशगणे वयं पश्यामः, दशगणेषु यदा आगच्छति तादृशम् अत्रापि आगच्छति, चतुर्दशभेदाः इति विभजनम् इति। तत्र प्रथमं सामान्यदातवः इति श्रेण्याम् अधुपददातवः चत्वारः दातवः इति वयं दृष्टवन्तः। तत्र एव एकः प्रश्नः आसीत् अन्ते, भुआदिगणः इति सामान्यं, तुदादिगणः इति विशेषः इति वयं तु जानीमः। भुआदिगणस्य विकर्णप्रत्ययः आसीत् शप् इति, तत्रापि आ एव अवशिष्यते, अत्रापि तुदादिगणे अपि आ एव अवशिष्यते। परन्तु लिक् इति धातुः स्वीकुर्मः चेत् उपधायां गुणः मा भूत् इति कृत्वा अत्र स्थापितवान् पाणिनिना, अत्र स्थापितं किमर्थं चल् इति वा अन्यधातुः यत्र विकर उपदायां गुणस्य वा अन्ते वा गुणस्य अवसरः नास्ति, तादृशधातुः अपि अत्र किमर्थं स्थापितवान् पाणिनिना इति एकः प्रश्नः आसीत् गतसप्ताहे, तस्य उत्तरमपि अस्मिन् पाठे एव प्राप्स्यते। अस्तु, अग्रे पठामः। श्रीवल्ली भगिनी पठति वा? आम् आम् भगिनि, तदेव भगिनी, गतसप्ताहस्य करपत्रमेव, दिवादिगणः इति, क्षम्यतां, तुदादिगणः इति भवत् अद्य प्राप्तवती वा भगिनी ईमेल्? अत्र ईमेल् प्रेषितवती एकसूत्रमेव अस्ति तदेव अस्तु सम्यक् श्रीवल्ली भगिनी पठति वा आं भगिनि इदुपदधातवः त्रिविंशतिधातवः येषां लघुपद इकारस्य गुणः न भवति अतः तुदादिगणे पाणिनिना इमे धातवः स्थापिताः लघुपद इकारस्य गुणः न भवति इति चेत् इमे धातवः इदुपदधातवः तुदादिगणे स्थापितवतः लिख अक्षरविन्यासे लिक् योगः लिक् योगः श योगः लिखति लिख इति अङ्गं लिखति इति रूपम् ओ विजि भयचलनयोः विज् इति अङ्गं विज इति अङ्गम् उद्विजते इति रूपम् आत्मनेपदि उद्विजते विधा विधाने विधति इति रूपं क्षिप् क्षिप प्रेरणे क्षिपति क्षिपते उभयपदि परन्तु अभि प्रत्यतिभ्यः क्षिपः इति अनेन अभि प्रति अति इति उपसर्गाः पूर्वं चेत् परस्मैपदि एव अयं धातुः क्षिपाधातुः अभि प्रति अति इति त्रीणि उपसर्गाः पूर्वं चेत् रूपाणि परस्मैपदि एव भवति अभिक्षिपति प्रतिक्षिपति अतिक्षिपति तद् मुख्यबिन्दुः अत्र अत्र क्षिप्धातोः विषये डिपक्षेपे प्रेषयति डिपति इति रूपं रिफा कर्तनयुद्ध निन्दाहिंसादानेषु युध्यते इत्यादिकं रूपं रिफति युद्धविषये युध्यते इति रिफति इति रूपम् आगच्छति तत् सम्यक् युध्यते युद्धविषये किल श्वैतक्रीडनयोः श्वेतः भवति क्रीडति इति किलति इति रूपं भवति तिल स्नेहेन स्नेहः भवति ग्रीसि आयिलि तैलम् आदधाति आचरति तिलति भगिनी अत्र सर्वत्र अकार अन्तिम अकार अस्ति उपदेशे तत् अनुनस्ति आम् सर्वत्र आम् तैलम् आदधाति इति आचरति ग्रीसि आयिलि इत्येव अर्थः भगिनि तिलति इत्युक्ते तैलम् इत्युक्ते आयिल् तिल इति तिल इति अस्माकं सीसन् सीड्स् अपि तिल इति वदामः किल तदेव ततः एव तैल भवति आददाति आचरति इति क्रीजि आयिलि ओन्लि चिल वसने वश्वं शरीरे स्थापयति वस्त्रं सारि वस्त्रं शरीरे स्थापय वस्त्रं शरीरे स्थापयति चिलति इति रूपं धरति इति वदामः किल तादृशमेव समानार्थकौ धरति चिलति इति वस्त्रं शरीरे स्थापयति चिलति सम्यक् किल स्वप्नक्षेपणयोः निद्रां करोति प्रेषयति इति अर्थे इलति इलति इति रूपं निद्राति इत्यत्र इलति इति वयम् उपयोगं कर्तुं शक्नुमः इलति इलति प्रेषयति प्रेषयति विल संवरणे छिद्रं करोति भग्नं करोति आच्छादयति विलति इति बिल भेदने छेदयति भागे भागे विभागं करोति बिलति तदपि बिल तद् बिलति इति छिद्रं करोति इति यदा वयं मूषकः विषये पश्यामः कथायाम् आगच्छति बिलति विलपनं विलाप इति तत्र ततः एव अभवत् वा विलपनम् इति विलपनम् इति परन्तु अत्र छिद्रं करोति भग्नं करोति इति एव आगच्छति मूषकः रन्ध्रं करोति इति आगच्छति किल तदेव विलति इति होल् भग्नं आच्छादयति इत्युक्ते कवर् इति आगच्छति किल विलपनं नास्ति विलपनं नास्ति विलपनम् इति भिन्नातु अस्ति विलपनं विलाप तत्तु लेपनम् इति अप्लै इति अर्थे आगच्छति विलपनम् इत्युक्ते शोकः अस्ति चेत् तद् आगच्छति एतद् भिन्नार्थः विलति विलति एतत् मूषकः उदाहरणमेव सम्यक् तत्र रन्ध्रं करोति तत् छिद्रं करोति इति होल् लिखितमस्ति भगिनि भागे भागे विभागं करोति विलति इति तत् पूर्वं विलसंवरणे इति आच्छादयति इत्युक्ते कवर् एव आच्छादयतिपोसिट् भग्नं करोति कथम् आपोसिट् आपोसिट् आगच्छति तदेव मम अपि प्रश्नः एकः एव धातुः तत्रापि पूर्वोत्तरधातु अपि इलति इत्यस्ति तत् निद्रां करोति अपि इति प्रेषयति अपि अस्ति कवर्ड् एव आच्छादकः इत्युक्ते बेड्शीट् इति अर्थः दत्तमस्ति आच्छादयति इत्युक्ते कवर्ड् परन्तु तस्य छिद्रं करोति भग्नं करोति इत्यपि अर्थः अस्ति प्रायः प्रसङ्गवशात् एव वयं ज्ञातुं शक्नुमः निल गहने कठिनतया भगिनि एकैकपदं चतुर्दश अर्थः आर्ते मध्ये सर्वथा महोदय शतभेदः अपि भवितुम् अर्हति वयं यदा नूतनपदानि पश्यामः चेत् तस्य उपयोगं कर्तुं शक्नुमः किल अतः एव अहं मध्ये मध्ये स्थगितवती अत्र एतत् पदं किञ्चित् नूतनपदानि इति इलति इति सर्वदा वयं तु निद्रां करोति इति एव वयं वदामः इलति इति पदं तु सम्यक् एव अस्ति किल इलति विलति बिलति इति भिन्नभिन्नपदानामपि उपयोगं कर्तुं शक्नुमः अतः एव अस्तु भगिनि पठतु निल गहने कठिनतया बोधते निलति नत्वं धातोः नूनः नूनः निलति अहिल भावकरणे हिलति इति रूपं मिला मिलति सङ्गमे मिलति तत्तु अस्माकं मिल् धातुः मिलति मिलति शिला उच्चे शिलति शिला उच्चे शिलति द्वादश सहसः उच्चे इत्युक्ते किम् इति न जानामि नकारः अस्ति ञकारः अस्ति भगिनि तत्र अर्थः कः मीनिङ्ग् पश्यामि भिन्न किमपि अन्यर्थः एकनिमिषम् एतत् इदुपदः किल उपरि नास्ति वा न उपरि टु ग्लीन् इति अस्ति टु ग्लीन् उच्च उच्च शुभना शुभना किमपि अस्ति एक एक करके बीनना इति अर्थः दत्तः अस्ति अस्माकं पुस्तके एक एक करके बीनना बाले इकट्ठा करना हा बाले इकट्ठा करना ओ इकट्ठा करना तु तद् सम्यक् बाले बाले इकट्ठा बाल इति ओ अस्तु तद् सम्यक् किल परन्तु अत्र एकेक कर्के बीनना इत्युक्ते विपरीत अर्थः भवति किल शिलाचुग्ना इति अस्ति अहं न जानामि तद् बाल् इकट्ठा करना सम्यक् अस्ति बाले बाले इति अस्ति अहं न जानामि किमस्ति बाले इति बाले पश्यामि अत्र कुत्रापि अन्यत् अस्तु भगिनि अग्रे दिशा अतिसर्जनी दिशति दिशते उभयपदं दिशा हिंसायां दिशति लिशा गतो दिशति विष प्रवेशने विशति इति नेहे विषः इत्यनेन नि उपसर्गपूर्वकः विष् धातुः आत्मनेपदे निदिशते इति रूपं विशति मीनिङ्ग् हि एण्टर्स् निविशते हि एण्टर्स् इन् अत्र उक्तं यत् नि उपसर्गः भवेत् नो चेत् परस्मैपदे एव मधुनि विशन्ति भ्रमराः अत्र नि इति सप्तमी विभक्त्यात्मकं न तु उपसर्गः नि इति नि उपसर्गपूर्वकः इति चेत् आत्मनेपदी रूपम् आगच्छति नो चेत् परस्मैपदे एव उदाहरणं मधुनि विशन्ति भ्रमराः इति मधुनि पदे नि इति नि उपसर्गः नास्ति नि इति सप्तमी विभक्त्यात्मकं रूपं विशन्ति मधुनि विशन्ति भ्रमराः यदा मधु निवसते भ्रमराः इति अस्ति चेत् तत्र नि उपसर्गपूर्वकं भूत्वा निवसते इति रूपम् आगच्छति परन्तु अत्र तु मधुनि इति सप्तमी मधु इति शब्दस्य सप्तमी विभक्ति विशन्ति इति अस्ति भ्रमराः विशन्ति कुत्र विशन्ति मधुनि विशन्ति इति तत्र परन्तु यदा वयं नियोजयामः चेत् तद् आत्मनेपदी रूपम् आगच्छति आं महोदय न न तत्र उपरि क्षिप् धातुः अस्ति तत्र उपसर्गयोजनेन उपसर्गयोजन परस्मैपदी भवति अत्र योजनेन आत्मनेपदी भवति आम् आम् आम् उपसर्गस्य एव तादृशशैली अस्ति कुत्रचित् पराजयते इति वा अन्यत् किमपि बहुत्र तादृशभेदाः भवति जयति जयति पराजय पराजयते अत्र जस्ट् अपोसिट् आफ् अर्लियर् अभिक्षिपति अत्र निवेशते इति यत्र उपसर्ग आत्मनेपद भवति तत्र उपसर्गेण परस्मैपदि निवेशते आम् अर्थभेदः अस्ति वा इत्यपि द्रष्टव्यं तदेव मुख्य प्रेषयति इत्येव अर्थः अस्ति क्षिप् इति अभिक्षिपति प्रतिक्षिपति अत्र अत्र तु किञ्चित् भेदः अर्थभेदः इति न वदामः परन्तु हि एण्टर्स् इन् इति सप्तमी निवशते निविशते इति तत्र अर्थभेदः नास्ति क्षिपति अभिक्षिपति प्रतिक्षिपति अतिक्षिपति इत्यत्र तु अर्थभेदः नास्ति इति चिन्तयामि किञ्चित् सन्दर्भ अनुसारम् अस्ति भगिनि अभि इत्युक्ते साक्षात् साक्षात् कोऽपि क्षिपति प्रतिक्षिपति कस्मिन् प्रति क्षिपति कोऽपि अतिक्षिपते तत् किञ्चित् सन्दर्भानुसारम् अस्ति, अर्थः तु समानः एव चिन्तयामि. सम्यक्, उत्तमम्. अतः अस्माकम् इदुपदधातवः समाप्तं. तत्र यदा पश्यामः यद्यपि तत्र इदुपदः अस्ति परन्तु तुदादिगणे अस्ति इति कृत्वा गुणः न भवति, गुणस्य निषेधः अस्ति अस्मिन् गणे इति. तदेव मुख्यबिन्दुः. नमस्ते. धन्यवादः भगिनि. विजया भगिनि, उदुपददातवः पठति वा? भगिनि, आप्ते मध्ये पुटसङ्ख्या 171 तत्र चित् इति आगच्छति खलु, तत्र अन्यानि उपसर्गाणि योजयित्वा तत्र विपरीत अर्थेन एव सर्वम् आगच्छति. अस्तु, अहं पश्यामि. अस्तु, धन्यवादः. पठतु भगिनि. उदुपददातवः वा भगिनि अत्र? आम् आम्, सम्यक् एव. उदुपददातवः, उदुपददातवः पञ्चपञ्चाशत् धातवः सन्ति तत्र. तुड यतने पीडनं करोति, दुःखं प्रापयति. तुड सुदृयोग इत्युक्ते तुद् इति अङ्गं, तुड इति अङ्गं, तुड योगः ति तिङ् प्रत्ययोजनेन तत्र तुदति इति आगच्छति. तावदेव अत्र अन्य अङ्गमपि कुच कुच्, परन्तु भगिनी कुच् प्रथमम् आगन्तुं शक्नोति खलु, कुच् अनन्तरमेव कुच् आगच्छति खलु. न न, प्रथमम् उपदेशे अजनुनासिक इति अनुनासिकवर्णः अस्ति, कुचा इति आसीत्, अनन्तरं उपदेश अवस्थायां कुचा इति, अनन्तरम् अस्माकं विकरणप्रत्ययः श योजयित्वा कुच् कुच इति भवति. मम प्रश्नः प्रथमं कुच् इति आगच्छति, अनन्तरम् एतत् सर्वं लोपानन्तरम् एव कुच इति आगच्छति खलु. प्रथमरूपं कुच् अनन्तरमेव कुच खलु भगिनि? न न, प्रथमरूपम् उपदेश अवस्थायां रूपं कुचा एव, कु च चकारस्य उपरि अस्माकं चन्द्रबिन्दुः. अनन्तरम् उपदेशे अजनुनासिक इत्यनेन तद् चकारोत्तरवर्ती अकारस्य अनुनासिक अकारस्य लोपः भवति, कुच् इति आगच्छति, अनन्तरमेव वयं श योजयामः. अवगच्छति वा? सर्वे प्रथमम् उपदेश अवस्थायां धातोः स्वरूपं कीदृशम् अस्ति तादृशमेव दत्तमस्ति, अनन्तरं इत्संज्ञालोप अनुबन्धलोपानन्तरं धातुः स्वरूपम्. पठतु भगिनि. जुट इत्यादयः पञ्चपञ्चाशत् धातवः सन्ति तत्र. एते धातवः लोके अप्रसिद्धाः, प्रसिद्धरूपेण न पञ्चपञ्चाशत् धातवः अस्माकं पाणिनीयधातुपाठे अस्ति, यथा समयः अस्ति चेत् पश्यतु, तद् अर्थः अपि दत्तमस्ति, अनन्तरं पश्यतु. पञ्चपञ्चाशत् अपि अस्ति. आम्, ऋतुपद अपि पठतु भगिनि. ऋतुपद धातवः एकविंशतिः धातवः सन्ति तत्र सृज विसर्गे सृष्टिं करोति रचयति सृज् योगः च योगः सृज् योगः अकारः सृज् इति अङ्गं सृज इति अङ्गं सृज योगः ति सृजति इति तत्र लटिरूपं निष्पन्नं सृष संस्पर्शने स्पर्शं करोति सृष् योगः शकारः स्पृश् योगः अकारः एतत् हलन्त्यं तस्य लोपः इति सूत्रेण शकारस्य लोपः भवति अकारः एव तिष्ठति अतः स्पृश् इति अङ्गम् अनन्तरं स्पृश योगः ति तिङ् प्रत्ययरूपेण ति योजयामः चेत् तत्र स्पृशति इति लट् रूपं निष्पन्नं स्पृश विलेखने कृषिकार्यं करोति कृष् योगः शकारः इत्युक्ते कृष अकारः योजनेन कृष इति अङ्गम् आगच्छति अनन्तरं कृष योगः ति कृषति इति पूर्णरूपं निष्पन्नं तत्र एकनिमिषं भगिनि क्षम्यतां तत् एतत् कृष् इति धातुः वयं भुवादिगणे अपि दृष्टवन्तः तत्र किं रूपम् आगच्छति भगिनि कर्षति तत्र कर्षति अत्र कृषति समानधातुः अर्थः अपि समानः एव कृषिकार्यं करोति कर्षति इति अपि रूपं साधु कृषति इति अपि रूपं साधु यस्मिन् गणे आगच्छति इत्येव द्रष्टव्यं तत्र परन्तु भगिनी अत्र कृषिकः इति भवति तत्र न भवति कर्षकः इति भवति वा कर्षकः कृषिकः रूपद्वयमपि साधु महोदय अस्तु वा रूपद्वयम् अस्ति अस्ति आम् आम् आम् सामान्यतः कृषिक एव कर्षकः अपि अस्ति यत्र नुवूल् प्रत्यये योजयामः तादृशम् एतत् सर्वं विकर्णप्रत्ययम् इति रूपेण सर्वं पठितवन्तः खलु एव प्रथमवर्गे एव पूर्वं सम्यक् आम् आम् आम् अस्तु भगिनि पठतु भगिनि पठामि वा आम् आम् रुच रुच रिच् क्रुड् क्रिड क्रिड् मृड मृड् क्रिड क्रिड् कृण कृण् वृण वृण् मृण मृण् स्मृति तृत् इत्यादयः एकविंशतिः धातवः अपि तत्र सन्ति तत्र किञ्चित् वदनीयं वा भगिनि न भगिनि न आवश्यकं तत्रापि गुणकार्यस्य प्रसक्तिः नास्ति तदेव विषयः सर्वत्र यत्रापि यद्यपि अवसरः अस्ति गुणकार्यस्य परन्तु गुणकार्यस्य निषेधः भवति अस्मिन् गणे तावदेव तत्र धन्यवादः भगिनि आम् रघुपतिमहोदय शेषदातवः दशदातवः सन्ति चर्चा परिभाषण वसनयोः चर्चां करोति विचारविमर्शं करोति इति चर्च इति अस्ति श इति चर्चति चर्चति भवति वा चर्च चर्चयोग अ चर्च इति अङ्गं चर्चति चर्चति एव उची इति अस्ति उच्च इति अस्ति उची इति इकारस्य लोपः भवति अनुनासिक उच्च ऋच् ऋच्छ इति अस्ति तत्रापि अकारस्य लोपः ऋच्च मिच्छ इति अस्ति तत्रापि अकारस्य लोपः मिच्छ उचि इति अस्ति उञ्च् इति अस्तु अत्र नुमागमः अभवत् इकारस्य इदितोनुं धातोः इति उञ्च् इति भवति उब्ज उब्ज उब्ज् इति भवति अकारस्य लोपः अनुनासिक झर्ज अत्रापि अकारस्य लोपः अनुनासिकात् अनुनासिकात् झर्ज इति तत्रापि झर्ज् इति उज्ज इति अस्ति तत्रापि अकारस्य लोपः अस्ति घूर्ण घूर्ण इति शेषधातुषु किमपि विशिष्टं गणनिमित्तिकं कार्यं न दृश्यते भुवादिगणाः सामान्यं सुदादिगणः विशेषः इति उक्तं पूर्वं। तर्हि किमर्थम् एते शेषधातवः सुदादिगणे सन्ति न तु भुवादिगणे? उत्तरमस्ति यत् अत्रापि विशिष्टं गणनिमित्तिकं कार्यम् अस्ति। आचीनद्योर्नुम् इति आचीनद्योर्नुम् इति इत्यनेन सुदादौ शतरि स्त्रियाम् ओके शतरि शत्रन् शत्रु इत्यस्य सप्तमी शतरि पितरि इति आगच्छति किल शतरि स्त्रियां नुमागमः वैकल्पिकः अस्ति। अतः यथा बालिका चर्चन्ती गच्छति बालिका चर्चती गच्छति यावन्तः दातवः तुदादिगणे सन्ति तेषां सर्वेषां शतरि स्त्रियां नुं विकल्पः भवति। अधुपतदातवः चल् इत्यादयः अपि अनेन एव कारणेन तुदादिगणे सन्ति। येषां धातूनाम् अङ्गम् अदन्तम् अतः भुवादिगणे यदि अभविष्यन् तर्हि स्त्रियां शत्रुन्तं रूपं चर्चन्ती इत्येव अभविष्यत् न तु चर्चति। इदं वैशिष्ट्यं सर्वेषां सुदादिगणीयधातूनां कृते प्रवर्तते। अस्तु अत्र किमर्थं शेषधातवः भुवादिगणे न स्थापितं सुदादिगणे एव स्थापितम् इति पृष्टे सति तत्र शत्रन्तरूपं स्त्रियां नुमागमः वैकल्पिकेन भवति चर्च् इति अस्ति अत्र चर्चन्ति अथवा चर्चति इति शत्रन्तरूपं स्त्रियां शत्रन्तरूपम् अतः सर्वत्र वैकल्पिकेन विकल्पेन नुमागमः भवति। अधुपदधातवः चल् इति अस्ति तत्रापि किमर्थं न स्थापितं तत्र भुवादिगणे इति इत्युक्ते तत्र गुणस्य प्रसक्तिः नास्ति तदापि अत्र तुदादिगणे स्थापितम् इत्युक्ते तत्रापि अत्रापि विकल्पेन नुमागमः भवति विकल्पेन अतः चर्चति चर्चन्ति इति भीति भवति इति विकल्पद्वयं भवति। यदि भुवादिगणे स्थापितं चेत् अभविष्यन् तर्हि स्त्रियाम् एक एव रूपं भवति चर्चन्ति इति चर्चन्ति एव इत्येव रूपं भवति भुवादिगणे आसीत् चेत् भुवादिगणे सम्यक् भुवादिगणे नित्यं नुमागमः भुवादिगणे अस्मिन् गणे तुदादिगणे वैकल्पिकल्पेन अत्र भिन्नसूत्रेण भवति अत्र आचीनद्योर्नुम् इति सूत्रेण नुमागमः वैकल्पिकः आचीनद्योर्नुम् अवर्णान्त अङ्गात् उत्तरस्य शतुः वा नुमागमः भवति शी नद्योः परतः इति सूत्रस्य अर्थः अस्ति। अत्र नद्योः इति स्त्रीविषये नदीसंज्ञकः अनन्तरं शी इति अस्माकं नपुंसकलिङ्ग बहुवचनं सु ओ जस् इत्यत्र जस् इत्यस्य शी इति आदेशः भवति अनन्तरं तदेव शी नद्योः इति अस्माकं स्त्रीलिङ्गविवक्षा। तर्हि अत्र उच् ऋच् मिच् सर्वत्र नुमागमः भवति वा? आम् सर्वत्र भवति तद् अस्मिन् गणे ये ये दातवः सन्ति तेषां वैकल्पिकरूपद्वयं स्त्रियां तदेव अस्मा अत्र मुख्यविषयः अन्यत् अस्ति चेत् आं भगिनि नपुंसकलिङ्गे अपि विकल्पेन आम् आं तत्रापि भवति स्त्रीलिङ्गे प्रातिपदिकस्तरे नुमागमः भवति प्रातिपदिकस्तरे एव नुमागमः भवति तदेव मुख्यबिन्दुः आचीनद्योर्नुम् इति सूत्रेण यद् नुमागमः वैकल्पिकः तद् प्रातिपदिकस्तरे एव भवति। प्रथमं वयं चल् इति धातुः अस्ति किल, चर्च् इत्येव स्वीकुर्मः. तत्र चर्चति इति यदा पुल्लिङ्गरूपं चर्चन् किल, चर्चन् वा चर्चत् वा, पुल्लिङ्गचर्चन् एव भवति खलु, चर्चन् एव भवति, संयोगान्तस्य लोपः, तकारस्य लोपः, चर्चन् इति प्रातिपदिकं निर्माणं भवति. अनन्तरम् अस्माकं स्त्रीलिङ्गे तत्र नुमागमः भूत्वा चर्चन्ति इति. तत्र अन्यप्रत्ययः अपि योजनीयं, स्त्रीलिङ्गप्रत्ययः योजयित्वा चर्चन्ति वा चर्चति इति रूपद्वयं प्रातिपदिकस्तरे. नपुंसकलिङ्गे तु शब्दस्वरूपस्तरे विभक्ति, यदा विभक्तिसंज्ञां योजयामः अनन्तरम् आगच्छति, परन्तु अत्र प्रातिपदिकस्तरे एव नुमागमः भवति इति एव. अतः एव लिखन्ति लिखति इति रूपद्वयम्. अतः तुदादिगण भुवादिगणयोः भेदः कः, किमर्थम् अत्र स्थापितवान् पाणिनिना इत्युक्ते, एकम् अस्ति गुणः मा भूत् इति कारणेन, अनन्तरं यत्र अवसरः, गुणस्य अवसरः एव नास्ति, किमर्थम् अत्र स्थापितवान् इत्युक्ते, शतरी रूपद्वयं वैकल्पिकं रूपद्वयम् आगच्छति. एकं तु नुमागमसहितरूपम्, अन्यत् नुमागमरहितरूपम् इति रूपद्वयम् आगच्छति, अतः अत्र स्थापितवान् इत्येव प्रश्नस्य उत्तरं. यत् प्रश्नः वयं दृष्टवन्तः गतसप्ताहे तस्य उत्तरं स्पष्टं वा? आं भगिनि. आं भगिनि. सम्यक्. इदानीं सामान्यदातवः समाप्तः. सामान्यदातवः कति सन्ति? 14 अधिक 100 दातवः, तद् वयं दृष्टवन्तः. इदानीं विशेषदातवः प्रति गच्छामः. मध्ये एव वयं तद् अन्यत् करपत्रमस्ति किल, तद् यदा अचिष्णुधातुभ्रुवं युवोरियङ् वङ्गौ इति सूत्रम् आगच्छति तदा अहं वदामि, तद् अन्यकरपत्रमपि पठामः अद्य. अस्तु, अरुणा भगिनी पठति वा? किं विशेषदातवः भगिनि? आम् आम्, विशेषदातवः चतुर्विंशत् दातवः सन्ति. इगन्तदातवः षोडशदातवः. इगन्तदातवः इक् प्रत्याहारे कश्चन सदस्य अन्ते येषां ते, इक् प्रत्याहार नाम इ उ ऋ, अतः अस्मिन् इकारान्तदातवः उकारान्तदातवः ऋकारान्तदातवः च अन्तर्भूताः. अवगतं भगिनि? चर्चा कर् वदतु भगिनि. इदम् इगन्तदातवः अर्थ किम्? इक् प्रत्याहारे कश्चन दातस्य अन्ते अस्ति, ते इद इगन्तदातवः इति नामकरणं भवति, अर्थं भवति. इक् प्रत्याहार अर्थं किम्? इक् प्रत्याहारे इ वर्ण उ रु लृ अस्ति सन्ति, ततः इगन्तदातवः पर्यायेन इकारान्तदातवः उकारान्तदातवः ऋकारान्तदातवः च अन्तर्भूता भवति. एतावता अस्माभिः दृष्टं यत् इगन्तदातवः नियमानुसारं प्रवर्तन्ते. भवादिगणे दिवादिगणे च गणनीयम् अनुसृत्य यथा विकरणप्रत्ययस्य स्वभावः तथा एव इगन्तदातूनाम् अङ्गकार्यं. भवादिगणे शप् पित् अतः सर्वत्र इगन्तदातोः गुणः भवति. उदाहरणं नी योगः नी ने भवति, भू भो भवति, कृ खर् इति. दिवादिगणे शन् अपित् अतः सर्वत्र इगन्तदातुः यथावत् तिष्ठन्ति, परिणामं न भवति. प्री प्रिया भवति, अङ्गं भवति. प्रीयते तिङन्तदातु योजनेन सु सूय सूयते इति. अतः भुवादिगणे दिवादिगणे च इगन्तदातवः सामान्यः इति उच्यते, परन्तु दिवादिगणे इगन्तदातवः विशेषदातवः सन्ति. किमर्थमिति अत्र तुष्यताम् भुवादिगणे देवादिगणे इगन्तधातूनां भवादिगणे गुणकार्यं भवति किमर्थं शप् इति विकरणप्रत्ययः शप् इति सार्वधातुक सार्वधातुकप्रत्यय पित् प्रत्यय अतः गुणकार्यं भवति उदाहरणं नि धातु नि भवति भूधातु भो भवति क्रुधातु खर् भवति द्विवादिगणे विकरणप्रत्यय शन् आगच्छति अत एव सर्वधातुकः परन्तु अपित् अस्ति ततः गुणकार्यं न भवति केवलं धातु योगविकरणप्रत्यया योजनं कुर्मः प्रि योग प्रिया प्रिया प्रियते सु सूय सूयते इति रूपं निष्पन्नं भवति परन्तु तुदादिगणे इगन्तदातवः विशेषदातवः सन्ति तदेव वयं पठामः सम्यक् अत्र भिन्नतया तुदादिगणे एव यद् इगन्तदातवः इदानीं पर्यन्तं वयं दृष्टवन्तः सामान्यदातवः आसीत् भुवादिगणे वा दिवादिगणे वा अत्र केचन विशेषकार्याणि सन्ति कानिचन विशेषकार्याणि सन्ति अतः तद् विशेषदातवः इति श्रेणीकर्या श्रेणीकरणं कृत्वा तत्र इगन्तदातवः तत्र स्थापितम् अस्ति किमर्थम् इति अग्रे आगच्छति सम्यक् पठतु भगिनि श इति विकरणप्रत्ययः अयं श प्रत्ययः सार्वधातुकः तिङ्क्षित् सार्वधातुकम् इति संज्ञासूत्रेण अपि पकारः इत्यस्य न निद्वत् निति च अजादिः अच् आदौ यस्य सः च अतः संक्षेपे अजादिः अपित् इति वदेम शक श इति विकरणप्रत्यय दिवादि तुदादिगणे आगच्छति तत् तत् विकरणप्रत्ययः सार्वधातुकप्रत्ययः किमर्थं तिङ्क्षित् सार्व शकार अस्ति प्रत्यये शिङ् तिङ्क्षित् सार्वधातुकसूत्रेण सार्वधातुकप्रत्ययः अपित् अति पकार इत् यस्य न नास्ति ततः अपित् भवति अपित् निद्वत् इति किनिति च निद्वत् भवति निद्वत् किनिति च भवति अजादिः अतः संज्ञा संक्षेपे श इति विकरणप्रत्ययः अजादिः अपित् इति वदेम पठतु भगिनि एतावता वयं दृष्टवन्तः यत् व्याकरणशास्त्रे इ ऊरु इत्येषां कार्यद्वयं सम्भवति प्रथमकार्यं गुण आदेशः नाम इ स्थाने ए उ स्थाने ओ रुस्थाने अर् यण् आदेशः द्वितीयकार्यं यण् आदेशः इको यणचि नाम इ स्थाने य यकार उ स्थाने वकार रुस्थाने अर् आगच्छ अधुना इतोपि द्वे कार्ये सम्भवतः इति बोध्यं द्विति वयं पूर्वं पठामः भुवादिगणे इगन्तदा इगन्तपदं धातु अस्ति चेत् गुण आदेशः भवति गुण किम् इति प्रश्नेन इ ए भवति उ ओ भवति रु अर् भवति तदनन्तरं यण् आदेशः इको यण् ऐ थिङ्क् सम्प्रसारणं भगिनि न न सन्धिकार्यं वर्णकार्यम् इति वदामः किल यण् आदेशः इको यणचि इति इको यणचि नाम ईस्थाने यकार उस्थाने वकार रुस्थाने अर् आगच्छति अधुना इतोपि दे कार्ये सम्भवतः इति बोध्यम् इयं उवङ् आदेशं भगिनि प्रियं पुनः वदतु तत्र यदा यण् आदेशः इको यणचि इति सूत्रेण भवति तत्तु सामान्यसन्धिकार्यं विपरीतरीत्या यदा आगच्छति यकारस्य स्थाने इकारः वकारस्य स्थाने उकारः रेपस्य स्थाने ऋकारः आगच्छति चेत् तत्तु सम्प्रसारणकार्यम् इति वयं दिवादिगणे दृष्टवन्तः किल ग्रहीज्या इति सूत्रेण तद् सम्प्रसारः पुनः आगच्छति अस्मिन् गणे अपि आगच्छति तत्र अहं पुनः वदामि भगिनि नास्ति अधुना वदति द्वे कार्ये अपि भवति इति द्वितीयकार्यम् इयङ् उवङ् आदेशौ ईस्थाने इ उस्थाने उ रिङ् इत्यादेशः रुस्थाने रि आगच्छति कुत्र एतादृशकार्ययोः अवसरः प्राप्तः इति अतः पश्येम पूर्वं जानगुणादेशः इयनादेश इको यन् यनादेश तदनन्तरम् इयङ् उवङ् आदेशः तिङ् आदेशः इत्यपि द्वे कार्याणि द्वे कार्ये भवति अत एव वयं पठामः अग्रे सम्यक् समीचीनं सामान्यकार्यद्वयं गुणादेशः यणादेशः इदानीं विशेषकार्यम् इत्युक्ते नूतनकार्यद्वयं किम् अस्ति इति अग्रे वयं पश्यामः उत्तमं धन्यवादः भगिनि राजेन्द्रमहोदय भगिनि अहम् अग्रे प्रथमम् आदौ न कनेक्षन् भवति तदनन्तरं प्रथमं गूगल् क्रोम् उपयोजयामि परन्तु न आगच्छति सफारि गच्छन्तं कनेक्षन् अभवत् अभवत् वा ओ फोन् मध्ये नास्ति वा भगिनि भवती इदानीं अत्र कनेक्षन् अस्ति भगिनि अभवत् नेट् मध्ये अस्ति सफारि गच्छामि तदनन्तरं कनेक्षन् अभवत् ओ एवं सम्यक् अस्ति ओ अस्तु अस्तु एफ् सि सि प्राब्लम् नास्ति क्रोम् सफारि मध्ये भेदः अस्ति प्रायः भगिनि न जाने किमर्थं रविवासरे एफ् सि सि कार्यं न करोति परन्तु सोमवासरतः शुक्रवासरपर्यन्तं सम्यक् कार्यं करोति किमर्थं न जाने अस्तु आं महोदय राजेन्द्रमहोदय आं भगिनि श्रूयते वा श्रूयते महोदय इकारान्तदातवः इकारान्तदातवः दातवः चत्वारदातवः सन्ति श इति विकरणप्रत्यया अजादि अपि इति कारणतः एकं सूत्रम् अत्र कार्यं करोति अचि शृणु धातु भ्रुवां योर् इवङ् उवङ्गौ अनेन अनेन इकारान्तधातूनाम् इयङ् आदेशः भवति अजादि अपिति प्रत्यये परे क्रमेण इदं कार्यम् अवलोक्येम तुदादिगणीय रि घतौ इति धातु अत्र उदाहरणत्वेन रि धातु यथा पूर्वं भगिनी पठितवती अत्र एकं कार्यम् इयङ् उवङ् आदेशः भवति अचि शृणु धातु भ्रुवां योर् इवङ् उवङ्गो सूत्रेण सूत्रेण तत्र रि धातु उदाहरणत्वेन स्वीकृत्य तत् पश्यामः प्रक्रिया कीदृशी भवति अयं रि धातुः यदि भवादिगणे अभविष्यत् तर्हि लटि किं रूपम् अभविष्यत् इति चिन्तयेम रि योग लट् रि योगति रि योग अप् शप् योगति रि योग अयोगति सार्धधातुकयोः इत्यनेन गुणः रे योग अयोगति एचो यवायावः राय् योग अयोगति रायति इदं केवलं चिन्तनार्थम् अयं रि धातु भवादो न आसीत् अतः इदं रूपं न सम्भवति अत्र चिन्तयामः रि धातु यदि भवादिगणे अभविष्यत् तत् तस्य लट् रूपं कथं भविष्यति तत्र तस्य चिन्तनार्थमेव यतोहि रि धातु भवादिगणे न अस्ति अत्र लट् विवक्षायां तत् तिङ्प्रत्ययः आगच्छति रियोगति, अनन्तरं कर्तरि शप् सूत्रेण शप् प्रत्ययः आगच्छति रियोग शप् योगति, शकारपकारस्य लोपः भूत्वा तत् रियोग योगति भवति। इदानीं सार्वधातु आर्धातु शप् पित् अस्ति, कारणात् तत् गुणं प्रेरयति सार्वधातु आर्धक धातुकयोः इत्यनेन गुणः भवति, रियस् रि स्थाने रे आदेशः भवति, योग योगति एचो यवा यावा सूत्रेण सन्धि भूत्वा तत् राय् ए योग राय् योग योगति रायति इति रूपं निष्पन्नं भवति। परन्तु तत् केवलं चिन्तनार्थम् एव अस्ति, यदि तत्र भवादौ रि धातु भवादौ नास्ति। दुधादिगणे सामान्यचिन्तनम् अकरिष्यामः, तर्हि रियोगदात् सामान्यचिन्तनं यद् इदानीं तु वयं जानीमः किञ्चित् विशेषदातवः सन्ति, किञ्चित् विशेषकार्याणि भवन्ति, परन्तु इदानीं चिन्तयामः तत् सामान्यचिन्तनं यदि भविष्यत् रूपं निष्पद्यते तत् चिन्तयामः। तर्हि रिदातौ लटि किं रूपम् अभविष्यत्? रियोग लट् रियोगति रियोग श योगति रियोग अयोगति सार्वधातुक आर्धधातुकयोः इत्यनेन गुणप्राप्तिः, सार्वधातुकम् अपि इत्यनेन श नित्वत् किन्नति च इत्यनेन गुणनिषेधः, रियोग अयोगति इको यन्ति इत्यनेन यं सन्देहे प्राप्तिः रायति रायति। इदं केवलं चिन्तनार्थम्, अयं रि धातु तुवादिगणे सामान्यधातुः न अस्ति अतः इदं रूपं न सम्भवति। अत्र किमस्ति, यथा चिन्तयामः रि सामान्यधातुः अस्ति, तस्य तुदादिगणे कीदृशी रूपं भविष्यति तत् चिन्तयामः चेत् तत्र रियोग लट् रि अनन्तरं रियोगति तिगन्त प्रति आगच्छति, अनन्तरं रियोगश विकरणप्रत्ययः योगति शकारलोपः भूत्वा रियोग योगति। इदानीं सार्वधातु आर्धधातुकयोः तद् सूत्रस्य प्रसक्तिः अस्ति, परन्तु अपित्वात् तस्य कार्यं न प्राप्तिः न भवति, यथा सार्वधातुम् अपित् नित्वत् भवति, किन्नति च रूपेण रियोग तत् गुणनिषेधः अस्ति, रियोग अयोगति इको यञ्चि सूत्रेण तत् यन् आदेशः प्राप्तिः अस्ति, इ योग अय य ऐ ऐ ऐ आदेशः क्षम्यतां य य योग अयोगति रायति, इदं केवलं चिन्तन रायति रूपं भवति। वस्तुस्थितिः का इति अग्रे पश्येम। इदानीम् अस्माकं पुरतः या स्थितिः अस्ति तत् एवमस्ति, रियोग लट् योग रि योगति रियोग श योगति रियोग अयोगति सार्वधातुक आर्धधातुकयोः इत्यनेन गुणप्राप्तिः, सार्वधातुकम् अपि इत्यनेन श नित्वत् किनति च इत्यनेन गुणनिषेधः, रियोग अयोगति इको यञ्चि इत्यनेन यन् सन्धिः प्राप्तिः, श प्रत्यय अजादि अपि अथ अजादि अस्ति अपि च अपि अस्ति, तत् अचिशुनु धातु भवान् यो वङ्ग इत्यनेन यन् सन्धिं प्रभाद्य यन् आदेशः भवति। अत्र वस्तुतः किं भवति, रि धातुः कृते यथा पूर्वम् अस्माभिः दृष्टं रियोग लट् रियोगति तिङ्प्रत्ययः आगच्छति, तदनन्तरं रियोगश विकरणप्रत्ययः योगति रियोग शकारलोपं भूत्वा अकारः अवशिष्यते, तत् रियोग अयोगति सार्वधातुकयोः तत् जस्य गुणप्राप्ति प्रसक्तिः अस्ति, परन्तु कार्यं परन्तु प्राप्तिः नास्ति, यतोहि शक् श अ सार्वधातुकम् अपि प्रत्ययः अस्ति नित्वत् अस्ति, तत्कारणात् किन्नति च इत्यनेन गुणनिषेधः अस्ति, रियोग अयोगति इको यञ्चि इत्यनेन यन् सन्देहः प्राप्तिः अस्ति, श प्रत्ययः अजादि अपि अस्ति, परन्तु तं प्रबाद्य अचिशनु धातु विशेषसूत्रमस्ति, अचिशनु धातु भ्रमां यवो वङ्गौ इत्यनेन यन् सन्धिं प्रभादि इयन् आदेशः भवति। एतत् क्रमः बहु मुख्यम् अस्ति. तद् प्रक्रिया सर्वदा स्मर्तव्यः. सार्वधातुक अर्धधातुकयोः प्रथमं गुणप्राप्तिः, अनन्तरं सार्वधातुकमपि इत्यनेन नित्वत्, अनन्तरं ङिति च इत्यनेन गुणनिषेधः, अनन्तरम् इको यणचि इत्यस्य अवसरः अस्ति इति स्मर्तव्यं. तद् न त्यजामः. इको यणचि इति यण्सन्धेः प्राप्तिः, तद् अपि प्रबाद्य अजादिः अस्ति, अपित् अस्ति, विशेषदातवः सन्ति इति, विशेषदातवः सन्ति इति कृत्वा अचिष्णु धातु ब्रुवां युवोरियं वङ्गौ इत्यनेन यण्सन्धिः प्रबाद्य इयङ् आदेशः इति सर्वदा स्मर्तव्यः. तद् बहु मुख्य बिन्दुः अस्ति एतत्. प्रश्नः अस्ति वा महोदय? एतत् अपवादसूत्रमस्ति खलु, अचिष्णु धातुभवम् इको एनर्जि. आम् आम्, कुत्रापि न कार्यं करोति, अतः यदि इको एनर्जि अभवत्. आम् आम्, सत्यं सत्यम्. भगिनि, अत्र ई दीर्घ ईकार अपि भवति वा? ई उ इति अस्ति खलु, तत्र दीर्घ अपि इति वा? आमाम्, इकार आम्, अष्टादशस्य अपि ग्रहणमेव. ईत् न तकार नास्ति. आम् आम् आम्, तपरकरणं नास्ति. तत्र एकवारं सूत्रं पठामः. तत्र बहु किमपि अस्ति, अहं किञ्चित् पृथक् कृत्वा वदामि, अनन्तरं वयं तद् तदादि तदन्तग्रहणम् इति करपत्रं पठामः. अस्तु अस्तु, श्रीवल्ली भगिनी सूत्रं पठति वा? आं भगिनि. अचिष्णु धातुभ्रुवां व्योर्यङ्गौ ष्णु प्रत्ययान्तङ्गस्य स्वातिगणस्य अङ्गस्य यथा शक्नु चिनु इत्यनयोः इकारान् इत्यनयोः ष्णु प्रत्ययान्त अङ्गस्य इकारान्त उकारान्त धातुरूपी अङ्गस्य अन्ते धातुः भू प्रातिपदकस्य च येषाम् इकारस्य उकारस्य स्थाने क्रमेण इयङ् उवङ् च आदेशः भवति अजादिप्रत्यये परे. अचि अचि परे अजादिप्रत्यये परे, अचि मीन्स् अजादिप्रत्यये परे श्नु प्रत्ययान्त अङ्गस्य श्नु इति उदाहरणं शक्नु चिनु इति स्वादिगणस्य अङ्गस्य अन्ते अस्ति, श्नु प्रत्यय अन्ते अस्ति च इकारान्त उकारान्त धातुरूपी श्नु धातु धातुरूपी अङ्गस्य त्रि भ्रू प्रातिपदिकस्य च येषाम् इकारस्य उकारस्य स्थाने क्रमेण इकारस्य स्थाने इयङ् उकारस्य स्थाने उवङ् च आदेशः भवति. श्नु प्रसङ्गे प्रत्ययग्रहणे तदन्ताग्राह्याः परिभाषासूत्रमिति श्नु प्रसङ्गे इति परिभाषया तदन्तविधिः श्नु अन्त तदन्तविधिः अनेन यस्य अङ्गस्य अन्ते श्नु प्रत्ययः स्यात् तस्मात् इति अर्थः, श्नु प्रत्ययान्तङ्गस्य इति अर्थः. परिभाषासूत्रेण श्नु प्रसङ्गे तदन्ताग्राह्याः तस्मिन् विषये एव वयं कार्यपत्रं पठामः. अग्रे पठतु भगिनि. आं भगिनि. व्योः इति विशेषणं धातुशब्दस्य एव, यतोहि श्नु प्रत्ययान्तङ्गं भ्रू प्रातिपदिकं च उकारान्तः एव, अतः तत्र इयङ् इत्यस्य प्रसक्तिः नास्ति. ओके, श्नु प्रत्ययान्तं भ्रू प्रातिपदिकं प्रातिपदिकं च उकारान्तः एव, अत्र उकारस्य स्थाने उवङ् इति आदेशः भवति. सो इयङ् इत्यस्य प्रसक्तिः नास्ति स्नु विषये भ्रू विषये. इतोपि धातोः विषये अपि इयङ् च उवङ् च प्रसक्तिः स्तः. तर्हि धातु इति एव अवशिष्यते यस्य कृते व्योः इति विशेषणं योग्यम्. धातुः व्योः इति विशेषणं, धातोः विशेषणं व्योः. येन विधिः तदन्तस्य इति अनेन यस्य धातोः अन्ते इकारः उकारः स्यात् इति अर्थः. धातोः अन्ते इकारः उकारः स्यात् इति अर्थः. श्नु च धातुः च भ्रुः च तयोः इतरेतरद्वन्द्वः. श्नु धातुभ्रुवः इति उकारान्त लैक् गुरवः, श्नु धातुभ्रुवः रूपं तेषां श्नु धातुभ्रुवाम् इति षष्ठी अन्तं श्नु धातुभ्रुवाम् इति रूपं षष्ठी बहुवचनं स्त्रीलिङ्गरूपम् इति विशेषधातवः भ्रुवाम् इति श्नु धातुभ्रुवां स्त्रीलिङ्गम् नो भ्रुवा प्रायः रामायणम् आयाति अत्र श्नु धातु भ्रुवाम् इति रूपं भवति. षष्ट्यन्तमेव परन्तु स्त्रीलिङ्गमिति किमर्थं वदति इति एव मम चिन्तनं. नो शब्दमञ्जरे ओन्लि टु धातुस् भू अण्ड् भ्रू लैक् दट् भ्रू इति स्त्रीलिङ्गपदं वा? आ भ्रू धातु अस्ति खलु अत्र स्त्रीलिङ्गरूपं स्त्रीलिङ्गरूपम् इति भ्रुवां भ्रुवाम् इति भ्रुवामि न स्त्रीलिङ्ग किमर्थं तदेव मम प्रश्नः. न रूपं कथम् आगच्छति भ्रुवाम् इति चिन्तयति. ओके षष्टि अन्तम् इति एव स्वीकरोतु भगिनी. तत्र लिङ्गस्य किमपi पाणिनि सूत्रे लिङ्गस्य किमपि विषयः एव नास्ति, कदापि न आगच्छति लिङ्गं नास्ति बट् दट् फार्म् हौ इट् इस् कमिङ्ग् रूपं जनरल् रामाणां लतानां इति वनानां नाम्नो नुमागमकम् गुरु शब्दस्य षष्टी बहुवचनं किं गुरुनां तदेव भवत्याः प्रश्नः वा? ब्रूवाम् इति किमर्थं ब्रू प्रायः विशेषशब्दः भवति ब्रुवा इति रूपं ब्रुवा अनन्तरं ब्रुवाम् इति भवति इह च उह च तयोः इतरेतरद्वन्द्वः. रूपं युयोगः यू इति तयोः व्योः. इयञ्च उवञ्च तयोः इतरेतरद्वन्द्वः इयङुवङ्गौ. अचि सप्तम्यन्तं श्नु धातुभ्रुवां षष्ट्यन्तं व्योः षष्ट्यन्तम् इयङुवङ्गौ प्रथमान्तम् अनेकपदमिदं सूत्रम्. अङ्गस्य इति अस्य अधिकारः. अनुवृत्तिसहितसूत्रं व्योः श्नु धातुभ्रुवाम् अङ्गानाम् इयङ् उवङ्गौ अचि सारि अङ्गानाम् अङ्गकार्यमेव सम्यक्. अहमेकवारं वदामि, पश्यतु, अनन्तरं वयं करपत्रं तद् पठामः. अस्तु, अत्र यदा भगिनी उक्तवती अजादिप्रत्यये परे अचि परे इति अस्ति, अजादिप्रत्यये परे त्रिषु स्थलेषु तस्य कार्यं भवति. श्नु इत्यस्य इत्युक्ते स्वादिगणस्य अङ्गस्य इति प्रथमम्. अनन्तरं धातु अनन्तरम् अस्माकं ब्रू इति अस्माकं प्रातिपदिकं सुबन्तस्थलेषु एव तस्य कार्यं, धातुः नास्ति, सुबन्तस्थलेषु तस्य कार्यं प्रातिपदिकमस्ति ब्रू इति. तत्र अनन्तरं ईवर्णान्त ऊवर्णान्तस्य अङ्गस्य इयङ् उवङ् आदेशः भवति आदेशौ भवतः. अस्तु, अतः त्रिषु स्थलेषु कार्यं भवति. अस्माकं प्रसङ्गः किम् इत्युक्ते ईवर्णान्त ऊवर्णान्त अङ्गमेव अस्माकं प्रसङ्गः अस्ति. तद् प्रथमं वयं पश्यामः. करपत्रं यद् अस्ति तद् स्नू इति विषये अस्ति. स्नू प्रत्ययान्त अङ्गस्य विषये अस्ति. तद् यद्यपि वयं पठामः परन्तु तद् अस्माकं प्रसङ्गः इदानीं नास्ति. अस्माकं प्रसङ्गः तु इयङ् उवङ् विषये एव. तद् प्रथमम् अवगच्छामः, अनन्तरं करपत्रं पठामः. अत्र यदा ईवर्णान्त उवर्णान्त अङ्गस्य अचि परे इयङ् उवङ् इति आदेशः भवति इति आगच्छति. यदा वयं किमपि धातुः स्वीकुर्मः, अत्र किम् अस्ति, रि इति धातुः अस्ति किल, रि इति धातुः तुदादिगणीयधातुः. अत्र वयं अस्माकं विवक्षा लट् प्रथमपुरुष एकवचनम् इति कृत्वा रियोगः तिप्. इदानीम् अस्माकं यथा यथासङ्गं तुदादिभ्यः श इति विकर्णप्रत्ययः आगच्छति. रियोगः श योगः ति. इदानीं विशेष इकारान्त अङ्गम् ईवर्णान्त अङ्गम् इति कृत्वा इदानीम् इयङ् इति आदेशः. तत्र यदा पश्यामः अचि परे रियोगः अयोगः ति आ इति अचि परे अचिष्णु धातु ब्रुवां योरियङ् वङ्गौ इति सूत्रेण रियति इति रूपम् आगच्छति. अत्र येन विधिस्तदन्तस्य कथं कार्यं करोति इत्युक्ते तादृशम् अङ्गं यस्य न केवलं तादृशम् अङ्गं यस्य न क्षम्यतां तादृशम् अङ्गं यस्य अन्ते इकारः अस्ति. न केवलम् इकारान्त उकारान्तरूपी अङ्गं, परन्तु तादृशम् अङ्कं यस्य अन्ते इकारः वा उकारः वा अस्ति. धि इति धी वा रि वा इति स्वीकुर्मः चेत् अङ्गं यस्य अन्ते इकारः अस्ति. अतः येन विधिस्तदन्तस्य ईवर्णान् इयङ् उवङ् इत्येव युवोः इति यद् भागं दत्तम् अस्ति तद् वदति. युवोः धात्वोः इति युवोः इति विशेषणं, धातोः इति पदस्य विशेषणम् अस्ति किल. इकारान्त उकारान्त अङ्गस्य इयङ् उवङ् आदेशः भवतः अचि परे. एतदेव अस्माकं विषयः अस्मिन् पाठे. यद् विषयः तद् युवोः विषयः एव. परन्तु अस्मिन् करपत्रे अत्र प्रश्नः किमर्थं प्रत्ययग्रहणे तदन्ताग्राह्याः इति विषयः परिभाषा तु स्नू प्रसङ्गे आगच्छति. किमर्थम् इत्युक्ते तत्र स्नू इति यत् प्रत्ययः अस्ति, विकरणप्रत्ययः अस्ति, तदेव अङ्गानां स्नू स्नू इति अङ्गानाम् इति दत्तमस्ति. तत्र प्रश्नः आगच्छति येन विधिस्तदन्तस्य इत्येव पर्याप्तं वा, किमर्थम् एतद् नूतनपरिभाषायाः अवसरः, किमर्थम् एतत् परिभाषा इति प्रश्नः आगच्छत्. पूर्वम् अस्माकं वर्गे एतत् प्रश्नः आसीत्, तस्य उत्तरमेव एतद् नूतनकरपत्रम्. इदानीं पर्यन्तम् अवगच्छन्ति वा? यद् अस्माकं प्रसङ्गः युवोः इति विषये तदेव विषयः अस्ति, युवोः अङ्गस्य इति. सर्वैः आं भगिनि. तत्र अन्य एकापि प्रश्नः अस्ति, तद् यत् प्रथमं युवोः अङ्गस्य विषये समापयामः, अनन्तरं करपत्रं प्रति गच्छामः. तत्र अन्यप्रश्नः अपि अस्ति, युवोः अङ्गस्य इत्यस्य स्थाने अङ्गस्य युवोः इति वक्तुं शक्यते वा इति प्रश्नः. तदा यदा वयं कुर्मः चेत् युवोः अङ्गस्य इति स्थाने अङ्गस्य युवोः इति कुर्मः चेत् तत्र क्षिप् मिल् लिक् एतादृशधातूनामपि ग्रहणं भवति. अङ्गस्य इकारः उकारः इत्युक्ते कुत्रापि भवितुम् अर्हति किल, किमपि वयं न वक्तुं शक्यते तत्र. युवोः अङ्गस्य इति स्वीकुर्मः चेदेव तत्र एव अस्माकं येन विधिस्तदन्तस्य इत्यस्य मुख्यकार्यम् अस्ति, कुत्र इकारः वा उकारः भवेत् इति. तादृशम् अङ्गं यस्य अन्ते इकारः वा उकारः वा अस्ति इति वदति येन विधिस्तदन्तस्य. यदा अङ्गस्य युवोः इति स्वीकुर्मः चेत् लिक् मिप् किम् अस्ति मिल् क्षिप् इति यद्यपि तदपि स्वीकर्तुं शक्यते किल तत्र एतादृशं मा भूत् अत्र अलोन्त्यस्य इति कार्यं न वयं तत्र अलोन्त्यस्य आदेशः विषये अनन्तरमेव आगच्छति प्रथमं विधिः किल अङ्गे अन्ते अस्ति इति वयं येन विधिसदृश्य विधिः प्रथमं ग्रहणं यस्य ग्रहणं ग्रहणम् अनन्तरमेव आदेशः किल तस्य ग्रहणं प्रथमं ग्रहणं कुर्मः एतद् भागः स्वीकर्तव्यम् इति भागः स्वीकुर्मः अनन्तरं तस्य उपरि कार्यं कुर्मः आदेशः वा आगमः वा लोपः वा कार्यम् अनन्तरमेव प्रथमं भागः वयं इदानीं वयं स्वीकुर्मः येन विधि वर्ण स्वरः अस्ति यस्य अङ्गे इति अन्त्यस्य अपि च इति अङ्गस्य अनन्तरम् आदेशः भवति इ अङ् इति तद् अलोन्तस्य इति तस्य सूत्रेण मा भवति वा न अस्माकम् अन्यत् सूत्रं वदतु अलोन्त्यस्य अपवादसूत्रम् इयङ् इति आदेशः भवति किल अन्तादेशः परन्तु अनेकाल् अनेकाल् अस्ति अनेकाल् अतः णिच्च इति सूत्रेण आदेशः भवति ग्रहणस्य अनन्तरं सम्यक् एव तदागच्छति परन्तु एतद् भागः सम्यक् किल युवोः अङ्गस्य इति भागः तदेव अस्माकं विषयः तदेव भ्रू इति विषयः नास्ति स्नु इति अपि विषयः नास्ति अस्मिन् पाठे मुख्यबिन्दुः युवोः अङ्गस्य एव सम्यक् अनन्तरं तद् करपत्रम् उद्घाटयतु एकवारं पठामः समयः अस्ति अहम् अस्तु पठामः तत्र किम् अस्ति एकवारम् अहं संक्षिप्तरूपेण वदामि यदा अस्माकम् अत्र श्नू प्रत्ययान्त अङ्गम् इति आगच्छति किल तत्र किमर्थं अस्य परिभाषायाः उपयोगः प्रत्ययग्रहणे तदन्ताग्राह्याः इति परिभाषायाः किमर्थम् एतत् परिभाषा अत्र कथं कार्यं करोति येन विधिस्तदन्तस्य इति एव पर्याप्तं न पर्याप्तं वा इति प्रश्नस्य उत्तरः एव अस्मिन् करपत्रे आसीत् वयं पूर्वं अङ्गम् इति विषये एकः अङ्गविधायकसूत्रं दृष्टवन्तः स्मर्यते वा कोऽपि यस्मात् प्रत्ययविधि ददाति प्रत्यये अङ्गं तदेव तद् किञ्चित् तद् अनन्तरं येन विधिस्तदन्तस्य एतद् सूत्रद्वयं स्वीकृत्य तत्र योगविभागः इति कुर्मः इत्युक्ते सूत्रात् केचन भागः स्वीकृत्य एकः नूतनपरिभाषायाः लेखनं कृतवन्तः एतत् सूत्रं नास्ति तदादि तदन्तग्रहणम् इति परिभाषा अस्ति परिभाषेन्दुशेखरः इति परिभाषायाः सङ्ग्रहणं कृतवन्तः नागेशभट्टः इति चिन्तयामि लेखकः पूर्वम् एकवारम् उक्तवती अहं वर्गे इदानीं मम मनसि नागच्छति नागेशभट्टः इति एव चिन्तयामि अस्तु पठामः विजया भगिनी पठति वा नूतनकरपत्रे एव खलु आम् आम् तदापि तदन्तग्रहणां परिपालनां त्रयोविंशतिः ग्रहणां अचिष्णुधातु ब्रुवां युवोरियङ्गुवङ्गो इति सूत्रे अनुभूतिसहितसूत्रम् आं पठतु भगिनि. क्षम्यतां भगिनि, क्षम्यतां. हा नास्ति चिन्ता, नास्ति चिन्ता. आं पठतु भगिनि. हा अस्तु भगिनि. अचि श्नु धातु ऋवां यो वियं उवङ्ग् उवङ्गौ इति सूत्रे अनुवृत्तिसहितसूत्रं योः श्नु धातु ब्रुवाम् अङ्गाणाम् इयङ् उवङ्गौ अचि तत्र अस्तु भगिनि. तत्र स्नु धातु ब्रुवाम् इति भागः अङ्गानाम् इत्यस्य विशेषणम्. अनेन स्नु इति भागः अङ्गस्य इत्यस्य विशेषणम्. अत्र उच्यते यत् प्रत्ययग्रहणे तदन्ता ग्राह्याः परिभाषा त्रयोविंशति तत्र सूत्रं नास्ति सङ्ख्या एव इति परिभाषा तदन्तविधिः अनेन यस्य अङ्गस्य अन्ते श्नु प्रत्ययः स्यात् तस्मात् इति अर्थः, न तु यत् अङ्गं श्नु तस्मात् इति. विवरणं भवती एव करोतु भगिनि. ओ अस्तु भगिनि, चिन्ता अस्तु. अत्र सूत्रे वयं तु अनुवृत्तिसहितसूत्रं युवोः श्नु धातुभ्रुवाम् अङ्गानाम् इयङ् उवङ्गौ अचि इति सूत्र अनुवृत्तिसहितसूत्रमस्ति. अत्र श्नु धातुभ्रुवाम् इति यद् भागः अस्ति तत्र अङ्गानाम् इति इत्यस्य विशेषणमस्ति. श्नु धातु ब्रुवाम् इति तत्र वयं श्नु इति एव स्वीकुर्मः. श्नु इति भागः अङ्गस्य, अङ्गानाम् इति बहुवचनं, श्नु इति भागः एव स्वीकुर्मः चेत् अङ्गस्य इति पदस्य विशेषणं भवति. श्नु अङ्गस्य, कीदृशम् अङ्गं? श्नु इति अङ्गम्. अत्र प्रत्ययग्रहणे तदन्ता ग्राह्याः इति यद् परिभाषा अस्ति तदपि तदन्तविधिः एव. येन विधिस्तदन्तस्य यथा कार्यं करोति तादृशमेव प्रत्ययग्रहणे तदन्ताग्राह्याः कार्यं करोति. येन विधिस्तदन्तस्य यत्र यत्र विशेषणविशेषभावः अस्ति तत्र तत्र येन विधिस्तदन्तस्य कार्यं करोति. अत्रापि विशेषणविशेष्यभावः अस्ति. श्नु अङ्गस्य द्वयोः मध्ये विशेषणविशेष्यभावः अस्ति. परन्तु किमर्थं प्रत्ययग्रहणे तदन्ताग्राह्याः इत्युक्ते यत्र यत्र प्रत्ययस्य विषये वदन्ति तत्र तत्र एतत् परिभाषायाः अवसरः अस्ति. अत्रापि तदन्तविधिः, यस्य अङ्गस्य अन्ते श्नु प्रत्ययः स्यात् तस्मात् इति वदति. यदा अस्माकं शक् इति धातुः स्वीकुर्मः, स्वादिगणीयधातुः, शक् योगः श्नु योगः ति इति आगच्छ इति यदा उदाहरणरूपेण स्वीकुर्मः तत्र शक् योगः श्नु तत्र लोपानन्तरं शक्नु इति अङ्गम् आगच्छति. कस्य ग्रहणं भवति इदानीं? तदन्तविधिः अस्ति. अचिष्णु धातु भुवां युवोर् यङ् वङ्गौ इत्यस्य प्रसक्तिः अस्ति वा नास्ति वा इति द्रष्टव्यं चेत् शक्नु यस्य अङ्गस्य अन्ते श्नु अस्ति, श्नु प्रत्ययः अस्ति तादृशम् अङ्गं स्वीकर्तव्यं. श्नु शक्नु इति यद् भागः अस्ति तद् स्वीकर्तव्यम् इत्येव प्रत्ययग्रहणे तदन्ताग्राह्यः इति परिभाषा वदति. अवगच्छति वा? अत्र तस्मात् तत्र तस्मात् किं चेति भगिनि? तस्मात् इति पञ्चमी अर्थं, तस्मात् कारणात्, न यत् अङ्गं श्नु तस्मात् इति. तस्मात् इत्युक्ते यस्य अन्ते श्नु इति प्रत्ययः अस्ति तदेव स्वीकर्तव्यं. शक्नु इति भागः एव इति अङ्गमेव स्वीकर्तव्यम्. श्नु इत्येव दत्तमस्ति सूत्रे, अचिष्णु धातु ब्रुवाम् इत्येव दत्तमस्ति. श्नु कुत्र भवेत् इति किमपि तत्र स्पष्टीकरणं नास्ति. अतः यदा शक्योग श्नु योगः ति इति अस्ति चेत् अहं श्नु इति भागः स्वीकृत्य तत्र उवङ्ग् इति आदेशः न कर् अहं यदा परिभाषा नास्ति चेत् अहं तादृशमेव करोमि किल. अतः परिभाषायाः प्रयोजनं परिभाषायाः तस्मात् कारणात् परिभाषायाः प्रयोजनं कुत्र इत्युक्ते यस्य अङ्गस्य अन्ते स्नुप्रत्ययः स्यात् तस्मात् तस्मात् अचिष्णु धातु भुवां युवोर् यङ् वङ्गौ इत्यस्य उपयोगः अवगतवन्तः वा भगिनि तत् णित् अस्ति खलु अतः स्नु इत्येव स्नु तस्य अन्ते एव भवति इति वयं ज्ञातुं शक्नुमः खलु कथं किं नित् अस्ति आदेशः वा आदेश नित् अस्ति खलु तदेव अहम् उक्तवती किल प्रथमं विधिः अनन्तरमेव आदेशः प्रथमं विधिः कुत्र भवेत् कुत्र उवङ्ग आदेशः भवेत् इति द्रष्टव्यं किल किञ्चित् तत्र विवरणं ददातु भगिनि तत्र येन विचरन्तस्य अपि च एतत् अस्य भेदः कः इति भेदः इत्युक्ते येन विधिस्तदन्तस्य यत्र यत्र विशेषणविशेषभावः अस्ति तत्र आगत्य कार्यं कृत्वा गच्छति तावदेव ग्रहणं यदा वयं युवोः अङ्गस्य इति कृतवन्तः ईकारान्त ऊकारान्त अङ्गस्य ग्रहणं भवति आदेशः अनन्तरमेव महोदय प्रथमं ग्रहणं विधिः कुत्र भवति इति प्रश्नः अस्माकं सामान्य उदाहरणं पश्यतु महोदय अस्माकं सन्धिः अस्ति किल इको यणचि इति सन्धिः अस्ति कुत्र करणीयं यण् आदेशः इकारस्य स्थाने किमपि उदाहरणं ददातु हरियोगः यद्यपि इकारस्य स्थाने इको यणचि इति विधिसूत्रमस्ति इकारस्य स्थाने यण् आदेशः इति वयं तत्र ग्रहणमेव प्रथमं भवति किल हरि इति पदस्य ईकारस्य ग्रहणं प्रथमम् अनन्तरमेव वयं तत्र यकारः योजयामः तादृशमेव अत्र येन विधिस्तदन्तस्य इत्यत्र तदन्तविधिः विशेषणविशेष्यभावः अस्ति स्पष्टता अस्ति वयं तत्र यकारस्य स्थाने इयङ्ग आदेश क्षम्यताम् इकारस्य स्थाने इयङ्ग आदेशः कुर्मः उकारस्य स्थाने उवङ्ग इति समाप्तं परन्तु अत्र श्नु इति यत् दत्तमस्ति तत्र श्नु इत्येव दत्तमस्ति श्नु अङ्गानां कुत्र श्नु भवेत् अन्ते अपि भवितुम् अर्हति श्नु कुत्रापि भवितुम् अर्हति किल तद् आदिः तद् अन्तः इति ग्रहणं भवेत् इत्येव सूत्रं वदति एतत् परिभाषा वदति प्रत्ययस्य प्रत्ययग्रहणे तद् अन्ता ग्राह्याः यदा प्रत्ययस्य ग्रहणं भवति तत्र तादृशम् अङ्गस्य अपि ग्रहणं भवेत् यस्य अन्ते तद् प्रत्ययः अस्ति अग्रे अपि आगच्छति परन्तु एतदेव सारांशः तस्य अस्मिन् करपत्रस्य अस्तु अस्तु महोदय भवान् एव पठतु महोदय न महोदय पठति भगिनि धन्यवादः अत्र प्रश्नः उदेति यतोहि स्नु इति भागः अङ्गस्य इत्यस्य विशेषणम् अतः येन विधिसदन्तस्य इत्यनेन तदन्तविधिः किमर्थं न स्यात् अत्र प्रत्ययग्रहणे तदन्ता ग्राह्या इति परिभाषायाः का आवश्यकता अस्तु अस्तु मम प्रश्नः तदेव भवत्या भवतः प्रश्नः महोदय पूर्वमेव जानाति तद् न न तत्र भ्रमः भवति किमर्थम् आमां भ्रमः उच्यते अत्र येन विधिसदन्तस्य इत्यनेन तदन्तविधिः यः वर्तते स एव तदन्तविधिः प्रत्ययग्रहणे इति परिभाषायाम् अनुवर्तते तर्हि पुनः प्रश्नः एवं रीत्या द्विवारं कथनस्य का आवश्यकता वस्तुतस्तु द्विवारम् इति नास्ति अत्र स्नु च अङ्ग च अनयोः सम्बन्धपूरणार्थम् इयं परिभाषा अपेक्षते स्नू च अङ्ग च अस्तु सम्पूर्णपरिभाषा एवं प्रत्यग्रहणे यस्मात् सः विहितः यस्मात् सः वा सः न सः एव विसर्गलोपः आमां विसर्गलोपः प्रत्यग्रहणे यस्मात् सः विहितः तत् आदेः तदन्तस्य ग्रहणम् अस्यां च परिभाषायां द्वयोः सूत्रयोः योगविभागः कृतः अस्य कथनस्य आशयः एवं चिन्तयतु द्वे सूत्रे स्तः प्रत्येकं सूत्रं भागद्वये विभज्य प्रत्येकस्मात् कंश्चन अंशं स्वीकृत्य अनयोः द्वयोः अंशयोः योगं कृत्वा नूतनपरिभाषा यदा निर्मीयते तदा अयं योगविभागः इत्युच्यते द्वितीयप्रश्नः अवगच्छति वा प्रथमप्रश्नः तु भवतः प्रश्नः एव आसीत् द्वितीयप्रश्नः तदवगतवान् वा येन विधिनेन तदन्तविधिः ये वर्तते स एव तदन्तविधिः स एव तदन्तविधिः प्रत्ययग्रहणे इति परिभाषायाम् अनुवर्तते तत्रापि प्रत्ययग्रहणे तदन्तविधिः इति अनुवर्तते इत्युक्ते अनुवर्तनं तस्य अनुवृत्तिः भवति अनुवृत्तिः अस्ति तर्हि पुनः प्रश्नः एवं रीत्या द्विवारं कथनस्य का आवश्यकता योगविभागः किम् इति दत्तमस्ति किमर्थम् अतः तदेव प्रश्नः अस्ति अनन्तरं किं भवति द्विवारम् इति नास्ति स्नू इच्च अङ्गं च सम्बन्धपूरणार्थम् इत्युक्ते द्वयोः सम्बन्धः कः स्नू इति अस्ति अङ्गम् अङ्ग स्नू इति अङ्गस्य इति द्वयोः सम्बन्धः कः इत्यस्य स्पष्टीकरणार्थम् एतत् परिभाषायाः आवश्यकता सम्पूर्णपरिभाषा यदा अनुवृत्तिः भवति अनन्तरं प्रत्ययग्रहणे यस्मात् स विहितः तदादि तदन्तस्य ग्रहणम् इति भवति तत्र द्वयोः सूत्रयोः योगविभागः इत्युक्ते द्वयोः सूत्रयोः मेलनम् सूत्रद्वयं किम् इति अवगतवन्तः किल येन विधिस्तदन्तस्य प्रत्येकं सूत्रं भागद्वयं विभज्य प्रत्येकस्मात् कंचन अंशः सूत्रद्वयमस्ति भागद्वयं सूत्रस्य विभजनं कृत्वा केचन अंशाः एव स्वीकृतवन्तः पूर्णतया अनुवृत्तिः इति किमपि न भवति अनन्तरं नूतनपरिभाषायाः निर्माणं कृतवन्तः किमर्थं तादृशं कृतवन्तः इति अधः अस्ति निमिषद्वयमस्ति एकः अन्य परिच्छेदः अपि पठामः राजेन्द्रमहोदय पठति वा आम् भगिनि क्षम्यतां मम दूरवाणी भग्नं जातम् पुनः आगतवान् अत्र यस्मात् प्रत्ययविद्धि विधिस्तदादि प्रत्यय अङ्गम् सूत्रम् इति सूत्रे अङ्गम् इति भागं निष्कास्य यस्मात् प्रत्ययविद्धिस्तदादि प्रत्यये इति भागः स्वीक्रियते पुनः येन विधि तदन्तस्य इति सूत्रे तदन्तस्य इति भागः स्वीक्रियते द्वयोः अंशयोः यस्मात् प्रत्ययविद्धिस्तदादि प्रत्यये तदन्तस्य इत्यनयोः संयोजनं परिभाषा निर्मिता अयं च योगविभागः भगिनी भवती किञ्चित् अस्तु अस्तु अत्र किं योगविभागः इत्युक्ते किम् इति दत्तमस्ति किमपि अन्यत् नास्ति अत्र यस्मात् प्रत्ययविधिः तदादि प्रत्यये अङ्गम् इति वयं दृष्टवन्तः अङ्गविधायकसूत्रम् अस्ति यस्मात् प्रत्ययविधिः तदादि प्रत्यये अङ्गम् इति तत्र अङ्गम् इति यद् भागः अस्ति तद् भागः निष्कास्य त्यक्त्वा इति अङ्गम् इति भागः त्यक्त्वा यस्मात् प्रत्ययविधि तदादि प्रत्यये इति एव भागः स्वीकृतवन्तः अनन्तरं पुनः येन विधिस्तदन्तस्य इति सूत्रं तत्र तदन्तस्य इति भागः स्वीकृतवन्तः द्वयोः सूत्रयोः द्वयोः अंशयोः मिलित्वा यस्मात् प्रत्ययविधि तदादिप्रत्यये इति एकः भागः, तदन्तस्य इति द्वयोः योगविभागः कृत्वा पुनः नूतनपरिभाषा निर्मितवन्तः. तदेव योगविभागः इत्यस्य योगविभागः इत्युक्ते किम् इति तस्य एव विवरणं तत्र दत्तमस्ति. योगविभागः अवगतवन्तः किल? सूत्रम् इदानीं प्रत्ययग्रहणे यस्मात् स विहितः तदादि तदन्तस्य ग्रहणम् इति अस्ति. तत्र यस्मात् प्रत्ययविधि तदादि प्रत्यये इति भागः अस्ति. येन विधिस्तदन्तस्य इत्यनेन तदन्तस्य इति पदमपि स्वीकृतमस्ति. अनन्तरं यत्किमपि अवशिष्टः अस्ति तदपि योजयित्वा नूतनपरिभाषा. प्रश्नः अस्ति वा महोदय? किञ्चित् चिन्तनं कृत्वा सम्यक्तया आगच्छामि. तदेव किञ्चित् सूत्रद्वयं स्वीकृत्य तत्र केचन भागः स्वीकृत्य एकः नूतनपरिभाषायाः निर्माणं कृतवन्तः. किमर्थम् एतत् परिभाषा इत्येव अवशिष्टभागे दत्तमस्ति. किं सूत्र येन विधिस्तदन्तस्य इत्येव पर्याप्तं किल? किमर्थम् एतत् नूतनपरिभाषा इत्येव अवशिष्टभागे दत्तमस्ति. तदेकवारं पठामः. किमपि बहु किमपि नास्ति, परन्तु प्रत्ययः यत्र आगच्छति अत्र अत्र अस्य परिभाषायाः उपयोगः भवति. प्रायः समासवर्गे अपि एतत् परिभाषा गतसप्ताहे प्रायः आगच्छति इति चिन्तयामि. प्रत्ययग्रहणे तदन्ताग्राह्याः सुह सह सुपा इति सूत्रमासीत् किल? तत्रापि एतद् आगच्छति, प्रत्ययग्रहणे तदन्ताग्राह्याः इति सूत्रं. क्षम्यतां, परिभाषा. यत्र यत्र प्रत्ययविषये प्रत्ययविषये चिन्तनमस्ति तत्र तत्र एतत् परिभाषायाः आवश्यकता भवति. यत्र विशेषणविशेष्यभावः अस्ति तत्र येन विधिस्तदन्तस्य आगत्य कार्यं सरलतया करोति. यत्र यत्र एतादृशं श्नु अङ्गम् इति दत्तमस्ति तत्र श्नु इत्युक्ते कुत्र श्नु भवेत् इति वयं तु न जानीमः किल. श्नु इति प्रत्ययः इति जानीमः, तावदेव. कुत्र श्नु भवेत्, अन्ते वा मध्ये वा कुत्र इति, तत्र एतत् परिभाषायाः उपयोगः अवसरः अपि. अस्तु, समयः जातः, अग्रिमसप्ताहे एतत् पठामः. प्रश्नः अस्ति वा? प्रश्नः नास्ति. प्रक्रिया जानीमः, यूस् जानीमः, परन्तु परिभाषायाः अर्थः किञ्चित् क्लेशः अस्ति, पुनः पठनीयम्. आम् आम्, किञ्चित् वयं जानीमः इदानीम्. आम् अवश्यम्. एतत् किञ्चित् यदा महोदयः स्वरूप महोदयः वर्गे अपि उक्तवान्, किञ्चित् प्रगतस्तरः एतद् करपत्रम्. आरम्भस्तरे किञ्चित् कष्टमेव अवगन्तुं. यदा अहं तस्मिन् समये पठितवती, इदानीं यदा पठामि अहमपि मम अवगमनम् इदानीं सम्यक् अस्ति. तस्मिन् समये मम अपि क्लेशः एव भवति. अतः इदानीम् एकवारं पठतु. यदा मम अभवत् तादृशं भवतः अपि अवश्यम् अवगच्छन्ति इति मम चिन्तनम्. धन्यवादः. अस्तु, धन्यवादः. सहसुपामध्ये एतत् किञ्चित् विवरणम् अस्ति, प्रत्ययग्रहणे तदन्त तत्रापि परिभाषा सन्ति. तदेव यत्र यत्र प्रत्ययस्य विषयः सम्यक् तत्र अस्ति. तदेव आम्, तत्र